नमस्कारः. पाणिनीयव्याकरणवर्गे लुट् लकारः इति पाठः अनुवर्तते. वयं गतसप्ताहे परस्मैपदीसंज्ञक तिङ् प्रत्ययसिद्धिः, आत्मनेपदसंज्ञक तिङ् प्रत्ययसिद्धिः इति दृष्टवन्तः. तत्र परस्मैपदी परस्मैपदप्रत्ययः तास् योगः ति इति स्थितौ, तत्र लुटः प्रथमस्य डारौ रसः इत्यनेन ति स्थाने ढा आदेशः, तास् योगः ढा तत्र प्रक्रिया भूत्वा डित्व सामर्थ्यात् तत्र बा संज्ञा न भवति इत्यपि दृष्टवन्तः. तत्र था इति रूप इति योगः आ, तास् प्रत्ययस्य टीभागलोपः टेः इति सूत्रेण टीभागलोपः ता इति रूपं भवति. प्रथमपुरुष एकवचने ता इति रूपं, तत्र टेः इति सूत्रेण बस्य अङ्गस्य टीभागस्य डित् प्रत्यये परे लोपः भवति इति सूत्रमासीत् एकवचने. द्विवचने बहुवचने तु रीच इति सूत्रं, नूतनसूत्रं. रुटः प्रथमस्य डारो रसः इत्यनेन तास् योगः रौ, रीच इत्यनेन तास् प्रत्ययस्य सकारलोपः ता रौ तारौ. बहुवचने अपि तास् योगः जि, तत्रापि लुटः प्रथमस्य डारो रसः इत्यनेन जि स्थाने रस् इति आदेशः. अनन्तरं रीच इत्यनेन तास् प्रत्ययस्य सकारलोपः, ता रः ससजुषोरुः करवसानयोर् विसर्जनीयः. अतः एकवचने ता तारौ तारः इति रूपं, समानरूपम् आत्मनेपदे अपि भवति इति दृष्टवन्तः. अवशिष्टानां किमपि कार्यं नास्ति, केवलं प्रत्ययमेलनं. तास्तः तास्थ, तास्मि तास्वः तास्मः इति आत्मनेपदी अपि तत्र था तारौ तारः. अनन्तरं किं तासः से इति मध्यमपुरुषे एकवचने तास् योगः से, तासस्योर्लोपः इत्यनेन तास् प्रत्ययस्य सकारलोपः सकारे परे. इदानीं तास् योगः से, सकारलोपः सकारे परे, अतः ता से इति भवति. तासः से इति सूत्रेण तास् योगः आथां, तत्र तु टित आत्मनेपदानां तेरे टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकारादेशः, अतः तासाथे इति भवति. अतः इदानीं रूपं किं, तासे तासाथे, बहुवचने तास् योगः त्वं, टित आत्मनेपदानां तेरे प्रथमं भवति, टि भागस्य स्थाने एकारादेशः, तास् योगः द्वे, धीच इति सूत्रेण सा द्वे सकारे लोपे भवति दकारादिप्रत्यये परे. सो था द्वे इति रूपं भवति. मध्यमपुरुष एकवचने तास् योगः इ, तत्र पितात्मनेपदानां तेरे तास् योगः ए, इकारस्य स्थाने एत्वं, टि भागस्य एत्वम् इदानीम्. अतः तास् योगः इ एव, एकः एव प्रत्ययः इ इति अस्ति, अतः ए तास् योगः ए, ह इति इति सूत्रं. तासस्योः सकारस्य इकारादेशो भवति एति परे इति सूत्रं वदति. अतः एकारस्य स्थाने हकारादेशः, ताहे इति मध्यमपुरुषे एकवचनं, क्षम्यताम् उत्तमपुरुषे एकवचनं खलु, आम् उत्तमपुरुषे एकवचनं द्वम् अभवत्. उत्तमपुरुषे एकवचनं ताहे, तास्वहे, तास्महे, सर्वत्र टित आत्मनेपदानां तेरे. तत्र एकः प्रश्नः आसीत् यद्वयं दृष्टवन्तः, तत्र स्यतासील् ऋलृतोः इति सूत्रं, तत्र तासि इति यत् इकारः अस्ति तद् उच्चारणार्थः वा इत्संज्ञकः वा इति तत्र मतद्वयम्. इकारः यदि उच्चारणार्थः चेत् किं भवति, उच्चारणार्थः नास्ति चेत् तत्र हलन्त्यम् इत्यनेन सकारस्य लोपः भविष्यति, तदा किं भवति इति चिन्तनमासीत्. तत्र एव काशिकायाम् उक्तमासीत् नकारलोपस्य निवारणार्थम् इति करणम् अनुनासिकलोप प्रतिषेधार्थम् इति तस्मादेव किञ्चित् पठामः. अस्माकमपि प्रश्नः आसीत् खलु गतसप्ताहे. अतः तत्र किम् उक्तम् इति संक्षेपेण वदामि. तत्र मार्ग चिन्तनद्वयमस्ति. एकस्मिन् मार्गे यदि वयम् इकारः उच्चारणार्थः इति स्वीकुर्मः चेत् तत्र किं भवति, अनदितां हल उपदायाङ् इति इत्यस्य प्रसक्तिः भवति वा? तेः अनदितां हल उपदायां सूत्रद्वयोः प्रसक्तिः कथं भवति? भवति एव. कथं भवति यदि वयम् इकारः इदित् इति स्वीकुर्मः चेत् कथं भवति इति. द्वयमपि आदीयक्षेत्रे अस्ति, अतः तद् मनसि भूत्वा पठामः. महोदय भवान् एव कुतः पठनीयं प्रश्नः भवति इत्येव पठतु. शतासि लृलुटोः इति सूत्रे दासी इति प्रत्यये इकारः. शतासि लृलुटोः इति सूत्रे दासी इति प्रत्यये इकारः. प्रश्नः भवति यत् शतासि लृलुटोः इति सूत्रे दासि इति प्रत्यये इकारः उच्चारणार्थम् उच्चारणार्थः नास्ति चेत् हलन्त्यम् इत्यनेन तास् इत्यस्य सकारलोपः भविष्यति. अत्र काशिकाकारः प्रतिपादयति यत् आत्मनेपदि प्रथमपुरुषे एकवचने मन्धातोः तास् योगत् इति स्थिते लुटः प्रथमस्य दारौ रस इत्यनेन मन् योग तास् योग डा तेः इत्यनेन तास् प्रत्ययस्य डित् प्रत्यये द्वित्वसामर्थ्यात् कीभागलोपः. मन्योग मन्योग अस्तु ता मन्योग तकार योग डा. इदानीं तत्र मन्त मन्त् इदानीं मन्त् इदानीं मन्त् इति अस्ति. मन्त् योग आ इति अस्ति. इदानीं तत्र अनिदितां हल उपदाय गिति इत्यनेन तत्र अनिदितां हलन्तानाम् अङ्गानाम् उपादायः नकारलोपः भवति. किति मिति प्रत्यये परे कितिनिति प्रत्यये परे इति उक्तं तत्र इति प्रत्यये परे उपादायां चितस्य नकारस्य लोपः भविष्यति यः अनिष्टः. एम् यत् अत्र मन्त् इत्यस्य धातुसंज्ञा नास्ति, परन्तु अनिदितां हलः उपादाय निति इति सूत्रे धातुसंज्ञा नापेक्षिता, केवलम् अनिदित् हलन्त हलन्तम् अङ्गम् अनिदित् हलन्तम् अङ्गम् अस्य नकारलोपस्य निवारणार्थं काशिकायाम् अस्ति. इदित्करणम् अनुनासिकलोपप्रतिषेधार्थं मन्ता इति. एतदर्थं तासि इदित् इत्युक्तम् इति अस्ति. तत्र यदि मन्योग तासक डा इत्यस्मिन् तत्र इदानीं तत्र तत्र टी भागस्य लोपः जाते, तत्र मन्त् इति भवति. मन्त् योग डा इति प्रत्ययः, इदानीं डा इति प्रत्ययः अस्ति लुट् लुटः डारस इत्यनेन. इदानीं तत्र आकार इति आकारान्त या डा इति प्रत्ययः अस्ति, तद् चित् प्रत्ययः कित्नित् प्रत्ययः इति स्वीकृत्य तत्र नकारस्य लोपः भवति यदि इकार. तत्र किं वदति इत्युक्ते तत्र स्यतासि लृलृटोः इत्यस्मिन् सूत्रे यदा पश्यामः तत्र न्यासः प्रायः न्यासः इति भागे यदुक्तम् इत्युक्ते मन् ज्ञाने इति धातुः, मन् अवबोधने इति धातुद्वयमस्ति. द्वयमपि आत्मनेपदि धातुः अनुदात्तनित आत्मनेपदम् इत्यनेन अतः नित् इति स्वीकृतम् प्रायः अग्रे यदा आगच्छति तत्र एव अस्माकं क्लेशः आसीत् खलु गतसप्ताहे. अत्र न्यासे तदुक्तमस्ति. मातुः पुस्तके गाङ्कुटादिव्यो ङित् इति उक्तं, परन्तु तत्र मन्तातुः न दृश्यते, अतः अहं तद् दृढतया न वक्तुं शक्नोमि तदेव कारणम् अस्ति वा इति. परन्तु सा बहुत्र अतिदेशः इत्यत्र गाङ्गुटा दिव्यो ङित् ङित् ङित् ङित् इति वदति, परन्तु तत्र कुटादिगणे मन्धातुः अस्ति वा इति अहं स्पष्टतया तत् कुत्रापि न दृष्टवती. परन्तु एतत्तु अत्र अस्ति, अत्र साष्टाध्यायी डाट् काम् मध्ये मन्याने मनन्याने मनु अवबोधने इति अनुदातङित इति इत्यनेन आत्मने पदम्, अतः ङित् ङित् वा. परन्तु तत्र धातुः एव खलु, तत्र धातुः एव खलु, प्रत्ययस्य कथं वा भवितुमर्हति? धातुः एव तत्र आत्मनेपदत्वं तत्र नितः कारणेन आत्मनेपदत्वं भवति इति सज्ञकेन प्रत्ययस्य खलु तत्र कथं वा. सत्यं, तत्र तदेव उक्तम्, अत्रापि समोगमि किमपि अन्यसूत्रम् उक्त्वा अत्र उभयत्रापि टीलोपे कृते ङित्वात् आत्मनेपदम् आश्रित्य अनुनासिकलोपः प्राप्नोति, स इति कारणेन प्रतिषिध्यते इति उक्तम्. अतः प्रायः ते तादृशं स्वीकृतवन्तः, अथवा वयं गाङ्कुटादिभ्यो तत्र अस्ति वा कुटादिगणे मन्धातुः इति द्रष्टव्यम्. अत्र अन्यत्रापि आत्मनेपदी तत्र द्रष्टव्यं तादृश द्रष्टव्यं भवति, द्रष्टव्यं आम् तद् किञ्चित् वा अस्माकं मनसि तद् भवेत्, अन्यत्र कुत्रापि आगच्छति चेत् पुनः एतद् परीक्षां कृत्वा द्रष्टव्यं तत्रापि ङित्वं स्वीकृतवन्तः वा इति. लिट् लकारे असह्यं लिट् कित् इति उक्तं, तत्र लिट् लकारे तादृश यदि लिट् लकारे तत्र कित् वत् भवति इति अस्ति, तत्र सूत्रमेव अस्ति तत्र, यदि प्रत्यय एव तद् आत्मनेपदिप्रत्यय सर्वे अपितः खलु, परन्तु सर्वाधिकम् एव खलु, सर्वाधिकम् अपि खलु अत्र न भवति इति चिन्ता. अत्र एतादृशम् उक्तमस्ति, पश्य द्रष्टव्यं कुत्रचित् अन्यत्रापि एतद् आगच्छति वा ङित्वं स्वीकृत्य भवति वा इति. तर्हि तत्र इदित् करणम् अनुनासिकलोपप्रतिषेधार्थम्, अतः मन्ता इति अस्ति, तासि इदित् इत्युक्तं, तासि इति इदित् उक्तम्, अस्तु तासि इदित् सकारलोपः न भवति. सत्यम्, अनेन कारणेन एव तद् इदित् करणं तासि इति अस्ति, न तु तास् इति. इकारः उच्चारणार्थः नास्ति इति यदा वयं स्वीकुर्मः, इदित् करणं तत्र अनुनासिकलोपस्य प्रतिषेधात् अनिजितं भवति. इदानीं मन्ता इति मन्ता मन्त् इति अस्ति, इदित् धातुः भवति, इदित् अङ्गं भवति खलु. सत्यम्, अनिदित् नास्ति, यद्यपि तत्र टेः इत्यनेन लोपः भवति, परन्तु इदित् अस्ति इदानीं. सत्यम्, सत्यम्, अतः नकारलोपः न भवति. अन्ये अपि अवगतवन्तः वा? उषा भगिनी न भगिनी, पुनरेकवारं कृपया. तत्र अस्माकं कृते एकः प्रश्नः आसीत् खलु गतसप्ताहे, तत्र मन्ति योगः आ अनिदितां हल उपादायान् इति, तत्र कित् ङित् कुत्र अस्ति, तत्र किमर्थम् एतत् सूत्रस्य प्रसक्तिः इति प्रश्नः आसीत् खलु, तस्य प्रश्नस्य उत्तरम् एव प्रत्ययः कित् ङित् नास्ति, भवती उक्तवती धातु मन्ति ङित् अस्ति इति, आत्मनेपति धातु इति स्वीकुर्मः चेत् ओके प्रभावः प्रत्ययपरे अपि भवति इति. ओके, ङित्वात् आत्मनेपदम् आश्रित्य अनुनासिकलोपः प्राप्नोति, स इदित् करणेन प्रतिषिध्यते इति तत्र उक्तम्. इदानीम् अवगतम् अत्र मन्त् इति खलु, मन् धातुः आत्मनेपद्य तत्र इदानीं ङित् अस्ति, यदि मन्ता इति भवति त तदपि इदानीं धातु एव खलु तत्र मन्त इति तदेव इदं सत्ये नास्ति इदानीं तत्र अङ्गस्य एव खलु अतः तद् भवति इदानीं यदि एतत् धातोः एव अङ्गं भवति इति कृत्वा धातोः एव खलु मन्तासीत् भगिनी वट् इस् द देहं यत् अत्र मन्त् इत्यस्य धातुसंज्ञा नास्ति मन्त् इति धातुसंज्ञा नास्ति परन्तु आनिदिता महल उपादायाः ङिति इति सूत्रे धातुसंज्ञा न अपेक्षिता केवलं फोर् अस्ति खलु अङ्गसंज्ञा केवलम् अनिदित् हलन्तम् अङ्गम् ओके मन्तासि इति इदितङ्गं भवति मन्तासि इति इदितङ्गं तस्य लोपः भवति ईकारलोपः अनन्तरं सकार आस् इत्यस्य तेः इत्यनेन लोपः इदानीं मन्त् इति अस्ति इदानीं मन्त् अङ्गम् इति इदितङ्गम् इदानीं स्पष्टं प्रत्यासमस्ति तत्र मन् इति धातुः स इति प्रत्ययः च इति अपि इदानीं स इति प्रत्ययः योजयामः चेत् तस्य अङ्गसंज्ञा एव भवति खलु भवति धातुसंज्ञा त्यजति तद् तत्र अतः मन्त् परन्तु अनिदिता मल उपादायः इति कितिङिति इत्यस्य तु धातुसंज्ञा आवश्यकमिति न वदति अस्तु अस्तु सो अङ्गसंज्ञा अनिदि अदर्शनमस्ति मन्त् इति अदर्शनं परन्तु मन्तासि एव अस्ति मूले खलु मन्त् एव तद् स्थानिवत् इति स्वीकरोतु मन्तासि इति स्वीकरोतु तदा स्पष्टं भवति अनिदितङ्गम् अतः तद् अन्तासि इति इदितङ्गम् अनिदित् नास्ति खलु ओ अस्तु अस्तु अतः उपादायाः लोपः न भवति इति मन्तासि इति स्वीकुर्मः चेत् अनिदित् नास्ति देन् नकारलोपः न भवति इति नकारलोप मन्तासि इति स्वीकुर्मः चेत् उपदायां नकारः एव नास्ति ता एव आगच्छति खलु मन्तासि इति अस्ति उपदायां नकारः एव नास्ति परन्तु अस्माकम् अवगमनार्थं मन्तासि इति स्वीकृतवन्तः मन्त् इति एव स्वीकुर्मः चेत् उपदायां नकारः अस्ति परन्तु इदित् इदित् अस्ति न तु अनिदित् ओ इदित् अस्ति मन्तासि खलु मन्तासि स्थाने स्थानिवद्भावः तादृशं चिन्तनं कुर्मः चेदेव तत् स्पष्टं भवति तासि ता प्रत्ययः हेस् द धर्म आफ् तासि परन्तु अस्माकं प्रश्नः किम् आसीत् गतपाठे तद् कित्तिङिति इति प्रत्ययः एव नास्ति कथं वा वयम् अनिदितां हल उपादायाः स्वीकृतवन्तः इति सूत्रस्य प्रसक्तिः एव नास्ति इत्येव आसीत् खलु तद् तस्य एकं समाधानम् उक्तमस्ति मन् इति धातुः आत्मनेपदीधातुः अतः अनुदात इति प्रत्ययस्य कृते अपि वयं स्वीकुर्मः इति अस्तु इति एकं समाधानम् अत्र उक्तं मातुः पुस्तके गाङ्कुटादिभ्यो कित्तिङ् इति उक्तं परन्तु कुटादिगणे मन् अहं न दृष्टवती भवन्तः पश्यन्ति चेत् मामपि सूचयन्तु कुटादिगण किं गणे अस्ति भगिनि गाङ्कुटादिभ्यो कुटादि इति एकः गणः अन्तर्गणः इति एव उक्तं परन्तु तत्र मन् धातुः न दृश्यते दिप् गुज् पुट् मुट्गणे अपि ऐ थाट् इट्स् परन्तु तत्र मन् तु नास्ति अन्यत् किमपि वार्तिकं गार्तिकं किमपि अस्ति वा अथवा अन्तर्गणः किमपि घटादिगणस्य अन्तर्गणः किमपि अस्ति वा आकृतिगणः भवति खलु अत्र आकृतिगणः तादृशम् आकृतिगणे कृते अस्ति वा न आकृतिगणे तत्र यदि न भवति योजनीयम् अस्ति पञ्चत्रिंशत् कुटादिदातवः सन्ति इति उक्तं पञ्चत्रिंशत्सु एतद् नास्ति अतः एतद् आत्मनेपदित्वम् इति स्वीकृत्य एव समाधानं वक्तुं शक्नुमः इति चिन्तयामि ओ गाङ्कुटादिभ्यो इति अनि अण् ऐ णिताम् अणितां प्रत्ययानां तत्र तादृशं स्वीकुर्मः चेत् णिति च इति इत्युक्ते णिति इति अस्य उत्तरं प्राप्नुमः खलु अनिदितां मूलपदाया णिति परन्तु तत्तु कुटादिगणे नास्ति ओ कुटादिगण तुतादौ विद्यमानः इति दत्तम् अस्तु तदेव अस्ति अरुणा भगिनी विजया भगिनी अवगतवती वा आं भगिनि अवगतं भगिनि they all have heard this before bhagini I am the one prayah agre api gatavantah tah eta saralam prayah bhave samichena satyam atah nakara lopa nivaranartham etad uktam asti idit karanam annajika lopa pratishedartham atah eva tatra tasi iti pratyayah uktah natu tas idanim tatra pakshadvayam asti एकः पक्षः वदति ईकारः उच्चारणार्थः एकः पक्षः वदति इदित् इति ईकारः इत्संज्ञकः इति तदेव अग्रिमपरिच्छेदे अस्ति तदपि पठामः आं भगिनी उषा भगिनी भवती वदतु अत्र च पक्ष भगिनी अत्र च पक्षद्वयं वर्तते एकस्मिन् पक्षे आभीयशास्त्रं नित्यं स्वीक्रियते अपरस्मिन् च आभीयशास्त्रम् अनित्यं स्वीक्रियते तेः आभीयक्षेत्रे अस्ति 64143 अनिदितां हल उपधायाः इति 6424 द्वयमपि आभीयशास्त्रं जयादित्यः आभीयशास्त्र जयादित्य वैयाकरणः इति मन्ये जयादित्यः आभीयशास्त्रम् अनित्यम् इति न मन्यते अतः तेः इत्यनेन टी भागस्य सह असिद्धः न भवति इति कारणतः नकारस्य लोपः जायमानः इत्यस्मात् तस्य निवारणार्थं तासि इदित् इति मत्वा एव निवारणं सिद्ध्यति वामनः तु आभीयशास्त्रम् अनित्यम् इति मन्यते अतः तेः इत्यनेन टीभागस्य सः असिद्धः टीभागस्य सः असिद् सः असिद्धः इति कारणतः तासि इत्यस्य इकारः उच्चारणार्थः इति प्रतिपादयति ओके तेः अपि च अनिदिता महल उपादायाः द्वयमपि आभीयशास्त्रं केचित् वैयाकरणाः मन्यते आनि आभीयकार्यं कार्याणि नित्यम् इति केचित् वैयाकरणाः मन्यन्ते आभीयकार्यम् इति अनित्यम् इति ओके जयादित्यः वदति आभीयकार्यं नित्यम् इति ततः टेः इत्यनेन यः टीभागस्य सः असिद्धः टीभागस्य सः असिद्धः टीभागस्य लोपः आस् इति सः असिद्धः न भवति इति कारणतः नकारस्य लोपः जायमानः इत्यस्मात् परन्तु नकारस्य लोपः न इष्यते इत्यनेन तस्य निवारणार्थं तासि इतित् इति मत्वा तासि इतित् इति मन्वा इत् इति इत्संज्ञा इति मत्वा एव निवारणार्थं सिद्ध्यति. सो तासि इति इत्संज्ञा अस्ति चेत् ओके तासि इति इत्संज्ञा अस्ति चेत् इत्संज्ञा अस्ति चेत् तस्य लोपः भवति. तास् एव खलु सत्यं तास् इति भवति परन्तु हलन्त्यं न भवति. अन्ते ईकारः एव अस्ति न तु सकारः. ओ अस्तु अवगतं. हलन्त्यं खलु तासि इत्यत्र ईकारस्य इत्संज्ञा तास् मन्नियोगः तास् योगः ड अनन्तरं मन्नियोगः तत्र टेः इत्यस्य कार्यं तेः इत्यस्य कार्यम् अस्तु मान्ययोग इति योगः यदा पूर्वं दृष्टवन्तः. इदानीं तत्र अस्माकं कृते तु वयं नकारस्य लोपः न इच्छामः न इष्टः. तस्य एतत्तु इदित् खलु अतः अनिदितां हल उपादायाङ्गिति इत्यस्य कार्यं तु न भवति. इदित् इदित् अस्ति चेत् अनिदित् न भवति खलु. एतत्तु इदित् इदित् अस्ति अतः तद् निवारणं सिद्ध्यति. अस्तु भगिनि. परन्तु आभीयशास्त्रम् अनित्यम् इति मन्यते वजयादित्यः इति काशिकाकारः वामनः इति वामनः काशिककारः एव वाम जयादित्यवामन ओ तेषामेव तेषामेव मतभेदः वा. ओ तत्र प्रथम तत्र तयोः इति हो परन्तु अत्र नित् न स्वीकुर्मः चेत् एषः क्लेशः नास्ति. नित् कित् नित् इति न स्वीकुर्मः इति वा प्रायः अग्रे कुत्र अग्रे किमपि भवेत् अतः एव किमर्थं सः तासी इति दत्तवान् इत्यनेन एव प्रश्नः. तत्र अष्टाध्यायी.com मध्ये इकारः उच्चारणार्थः इति उक्त्वा समापितवन्तः. ते अग्रे तद् चर्चामेव प्रति चर्चां प्रति न प्रविष्टवन्तः एव. तत्र नित् प्रत्यय नास्ति खलु कित् प्रत्यय नास्ति इति कथमिदितम् इति न भवति एव तत्र न भवति इति तादृशमार्गः स्वीकृतवन्तः. इकारः उच्चारणार्थः इति स्वीकृत्य तद् चर्चायामेव न प्रविष्टः. परन्तु एव वामनः अपि वामनः तदेव इष्यति परन्तु तत्रापि अस्माकं कृते किञ्चित् क्लेशः. तत्र आभीयशास्त्रम् अनित्यम् इति स्वीकुर्मः चेत् तद् टी भागः येन वयं लोपः कृतवन्तः तदपि अनित्यः भवति खलु. असिद्धः भवति. अनित्यः इत्युक्ते असिद्धः भवति. तदा भवति चेत् मन्योगः तास्येव अनिदितां हल उपादायाम् इति पश्यति. तदापि तस्य कार्यं तु न भवति. तदपि एकः मार्गः तादृशमपि वयं खलु आं द्वयमपि आं द्वय आं ते स्वीकृतवन्तः एव. परन्तु एकः वदति इदित् इति अन्यः वदति उच्चारणार्थः तावदेव. परन्तु रूपं समानमेव आगच्छति. मन्ता इत्येव आगच्छति अन्ते परन्तु मार्गद्वयम् अस्तु. अग्रे ओ अनिदितां हल उपादायाः कितिङ्गिति प्रथमवाक्यमपि च अनुवृत्तिसहितसूत्रं भगिनि. अनिदितां हल उपधायाः किङिति इत्यनेन अनिदितां हलन्तानाम् अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपः भवति कितिङिति प्रत्यये परे. ओके अनिदिताम् इति युक्ते इत् इत् अस्ति इति इतित् दातु. अनिदितां यस्य कृते इत् इति इत् नास्ति इति ओके तदपि वयं जानीमः. आनुवृत्तिसहितसूत्रम् आनिदितां हलः अङ्गस्य उपादायाः न लोपः किम् इति. अस्तु भगिनि, अतः तत्र अनुदातञित आत्मनेपदम् इति सूत्रे यस्मिन् धातौ नकारः उत अनुदात्तः स्वरः वित्संज्ञकः अस्ति तस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति इति उक्तत्वात् प्रायः ते किप्पिङ्ग् इति इत्यत्र एतदपि स्वीकृतवन्तः. एतद् अवश्यं द्रष्टव्यम् अग्रे. तत्र कुत्रापि अन्यत्र कुत्रापि यदा वयं आत्मनेपदी प्रत्ययाः पश्यामः अथवा पूर्वं गत्वा अपि द्रष्टुं शक्नुमः एतादृशं वयं चिन्तनं कृतवन्तः वा इति. अकारः इत्संज्ञकः अस्ति तस्मात् धातोः परः आत्मनेपदस्य प्रत्ययाः भवन्ति, परन्तु ते तु अत्र तेन गुणनिषेधः भवति इति किमपि न उक्तम्. तत्र वयं सार्वधातुक तत्र मन् धातुः मनु इति अङ्गं भवति मनु ते इति तत्र आत्मनेपदी तत्र सार्वधातुकलकारः खलु अतः आत्मनेपदी तत्र अपि प्रत्यय इति स्वीकृत्य गुण न भवति तत्र कित् ते इति मनु ते इति, परन्तु अन्यत्र न दृष्टवन्तः. तद् वयं नकारेषु अपि प्रत्ययः इति वयं जानीमः, परन्तु अर्धातुकलकारेषु तादृश कुत्रापि वयं न दृष्टवन्तः यत्र न दृष्टवन्तः. सत्यं पश्यामः इदानीम् अग्रे यदा आगच्छति किञ्चित् सावधानेन तद् पश्यामः. मन अपि च मनु सत्यं मन् ज्ञाने मन अवबोधने इति धातुद्वयं दत्तमासीत्, द्वयमपि आत्मनेपदिः. अस्तु अग्रे धन्यवादः भगिनि. धन्यवादः अरुणा भगिनि. अन्यः प्रश्नः उदेति. अन्यः प्रश्नः उदेति यत् प्रथमपुरुष एकवचने तास् योगः तः लुट् लुटः प्रथमस्य दारोरसः इति सूत्रेण तास्थाने डा आदेशः भवति. तास् धातु तास् डा. अस्मिन् प्रसङ्गे किमर्थं नातित आत्मनेपदानां तेरे इत्यनेन तित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां भागस्य स्थाने एकारः आदेशो न स्यात्. डे भवति. उत्तरमस्ति यत् अष्टाध्याय्यां बहुत्र सामान्यं भवति तदा एव विशेषः, यथा लिङ् सीयुट् इत्यनेन लिङ् लकारस्य प्रत्ययानां सीयुट् आगमो भवति इति सामान्यम्. अनेन परस्मैपदी अपि आत्मनेपदी अपि सियुट् आगमः विधानं, तदा यासुट् परस्मैपदेषु उदात्तो निच्च इत्यनेन लिङ्लकारस्य परस्मैपदिप्रत्ययानां यासुट् आगमो भवति इति विशेषः. अत्र लिङ् सियुट् इति केवलं लिङ्लकारे भवति, तदा पुनः इतोपि विशिष्य यासुट् परस्मैपदेषु उदात्तो निच्छ इति केवलं लिङ्लकारे, तत्र पुनः इतोपि विशेषस्य केवलं परस्मैपदे. परन्तु अत्र लुटः प्रथमस्य डारोरसः इति विशिष्टसूत्रं केवलं लुट्लकारे, तत्र पुनः केवलं प्रथमपुरुषे. अधुनाटित आत्मनेपदानां टेरे इति आगच्छति सामान्यसूत्रं, तथा न भवति. अष्टाध्यायं प्रथमं सामान्यं तथा विशेषः. अन्यच्छित् आदेशानां टे एत्वं न भवति इति नियमः. सर्वत्र लटि लिटि लुटि लुटि लोटि इत्येषां स्थाने ये आदेशः भवन्ति तेषां पुनः तेः एतुं न भवति. ओके, प्रयत्नं करोमि. अत्र न प्रश्नः भवति टित् आत्मने पदानां टेरे किमर्थं न भवति इति दत्तं. दास्थाने एकार आदेशः अवश्यं, परन्तु तद् न भवति. किमर्थं चेत् क्षम्यतां भगिनि, करपठितम् अपगच्छति. राम राम. ओके, ओके, अत्र दत्तम् अन्य उदाहरणं दत्तं लिङ् सीयुट् इति सूत्रं. वयं लिङ्लकारे आगच्छति, सीयुट् आगमः भवति, तत् सामान्यसूत्रमस्ति. परन्तु अनेन परस्मैपदि आत्मनेपदि अपि सीयुट् आगमः विधानम्. यासुट् अन्यसूत्रमस्ति, यासुट् परस्मैपदेषु उदात्तो निच्छ इत्यनेन लिङ्लकारे लकारस्य परस्मैपदिप्रत्ययानां यासुट् आगमो भवति इति विशेषः. सूत्रद्वयमस्ति. प्रथमं लिङ् सीयुट् कुत्र भवति, आत्मनेपदि परस्मैपदि विषये अपि भवति. तदेव यासुट् इति अन्यसूत्रमस्ति, यासुट् परस्मैपदेषु उदात्तो निच्छा इति. तत् सूत्रं केवलम् एक लकारे एव भवति, लिङ्लकारस्य परस्मैपदिप्रत्ययानाम्. लिङ्ग्स् लिङ्ग्स् यूयुट् केवलं लिङ्गकारे एव भवति, न तु सर्वत्र. ततः अवगतं भगिनि, कथं वक्तव्यं? समीचीनमेव. तत्र लिङ्गः स्यूट् इति सामान्यसूत्रमस्ति, लिङ्ग्लकारस्य विषये तद् आदेशः भवति. तस्मिन्नेव प्रसङ्गे यासुट् परस्मैपदेषु उदात्तो ञिच्च इति विशिष्टसूत्रमस्ति, तदपि लिङ्लकारे एव भवति. इतोपि विशिष्टं किम् इत्युक्ते परस्मैपदेषु एव भवति. अतः सामान्यसूत्रं लिङ्गः स्यूत्, तत्र परस्मैपदी आत्मनेपदी किमपि न उक्तं, लिङ्गः लिङ्लकारः अस्ति चेत् स्यूट् इति आदेशः भवति इति एव उक्तं. परन्तु आदेशः न आगमः, सीयुट् आगमः भवति इत्येव उक्तं. परन्तु यासुट् इति आगमः कदा भवति इत्युक्ते परस्मैपदेषु निच्च इति अपि तत्र तत्र लिङ्लकारस्य विषये यासुट् इति आगमः भवति परस्मैपदेषु इति उक्तम्. अतः सामान्यसूत्रमेकं, तदेव अष्टाध्याय्याः वैशिष्ट्यं किम् इत्युक्ते प्रथमं सामान्यसूत्रम्, अनन्तरं विशिष्टसूत्रं, तादृश एव क्रमः भवति. तादृशमेव इदानीं लुटः प्रथमस्य डारो रसः इति एकं विशिष्टसूत्रं, लुट् लकारस्य लुट् लकारस्य प्रथमपुरुषस्य विषये, द्वयमपि लुट् लकारस्य विषये प्रथमपुरुषस्य विषये. परन्तु टित आत्मनेपदानां तेरे इति सामान्यसूत्रं, वयं तु तद् पूर्वमपि बहुवारं दृष्टवन्तः खलु, लट्लकार आरभ्य स्थित आत्मनेपदानां तेरे इति आत्मनेपदिप्रत्ययः अस्ति चेत् तत्र टित् लकारः अस्ति चेत् तत्र टेः ए इति आदेशः खलु, टि भागस्य एकारः इति आदेशः, तदेव खलु. आम्, इदादेशानां टेः ए त्वं भवति इति तत्र सामान्यसूत्रम्. इदानीं प्रश्नः कः इत्युक्ते, ऋतप्रथमस्य डारौ रसः इति एकवारं कृत्वा अनन्तरं वयं किमर्थं स्थित आत्मनेपदानां तेरे इत्यनेन एत्वं न कुर्मः इति प्रश्नः. तत्र उत्तरम् अवगतं खलु इदानीम् उत्तरं विशिष्टसूत्रमेव कार्यं करोति, न तु सामान्यसूत्रं. सत्यं तावदेव. अतः प्रथमम् एकं विशिष्टसूत्रं यदा धारौ रसः इति आगच्छति चेदेव द्वितीयप्रश्नः प्रश्नस्य अवकाशः खलु तत्र. अतः तत्र धारौ रसः इति यदा आगच्छति तत्तिता आत्मनेपदानां देरे इति सामान्यसूत्रस्य अवकाशः एव न भवति, तद् स्वस्य कार्यमेव न भवति. अत्र इतोपि एकम् अस्ति, यदा तिदादेशानां तेः ए त्वं न भवति, यदा आदेशः भवति तदा तेः ए त्वं न भवति इति कश्चन नियमः अस्ति. अस्ति नियमः इति द्रष्टव्यम्. अत्रापि उक्तं वा तितलकारस्य स्थाने यान्त्यात्मनेपदानि तेषां तेकारादे तेः एकारादेशो भवति इत्येव उक्तम्. नियमः कुत्र इति न उक्तम्. कुर्वन्नपि प्रसज्यते भावः, प्रसज्येति इति भावः. पुनः यदा गतसप्ताहे अन्विष्य पश्यामि कुत्रचित् अन्यत्र प्राप्नुवान्. अस्तु, इदानीम् एतद् अवगतं खलु. अतः एकवारं विशिष्टसूत्रस्य प्रसक्तिः भवति चेत् पुनः सामान्यसूत्रं तस्मिन्नेव स्थाने कार्यं न करोति. अतः एत्वं न भवति, पुनः एत्वं न भवति. धन्यवादः भगिनी. धन्यवादः विजया भगिनी. सिद्धतिङ् प्रत्ययः पठति वा? आं महोदय, नमस्कारः. किञ्चित् विलम्बः जातः महोदय, श्वः अस्माकं गृहे श्राद्धमस्ति, अतः इदानीम् अत्र परस्मैपदे सिद्धतिङ् प्रत्ययाः एकवचनं द्विवचनं बहुवचनं. अत्र प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष ता तारो तारः तासि तः तास्त तास्मि तार तास्वः तास्मः इति अस्ति. एतत्तु परस्मैपदिनः परस्मैपदी. अनन्तरम् आत्मनेपदी सिद्धतिङ् प्रत्ययः एकवचनं द्विवचनं बहुवचनं प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष ता तारो तारः समानमेव परस्मैपदी एव. तासे तासाते तास्वे अत्र एव किञ्चित् परिवर्तनम् अभवत्. अनन्तरम् उत्तमपुरुषे एकवचने ताहे तास्त्वहे तास्महे इति भवति. धातुः सेट् अस्ति चेत् अत्र रूपं द्वयं भवति. अत्र एकवचने द्विवचने अनन्तरम् अत्र प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष इता इतारौ इतारः इतासि इतास्तः इतास्त इतास्मि इतास्वः इतास्मः. एतत्तु परस्मैपदी अस्ति. आत्मनेपदी इता इतारौ इतारः इतासि इता इतासाते अनन्तरम् इता द्वे इताहे इतास्वहे इतास्महे. अनन्तरम् अत्र उदात् किं महोदय? अग्रे अग्रे. उदाहरणार्थं दा धातुः स्वीकुर्मः चेत् अत्र दाता दातारौ दातारः दातासि दातास्तः दातास्थ दातास्मि दातास्वः दातास्मः. इदानीम् आत्मनेपदी दाता दातारौ दातारः दातासे दातासाते दाता द्वे दाताहे दातास्वहे दातास्महे इति अस्ति. अग्रे गत्वा अस्मिन् पाठे प्रत्येकं धातोः कृते केवलं प्रथमपुरुषे एकवचनात् रूपं निर्मीयते, यतोहि तद् ज्ञायते चेत् अवशिष्टरूपाणि अपि ज्ञायन्ते एव इति अस्ति. अत्र सूत्रसहितम् अत्र किं किं भविष्यति इति तत्र दत्तं महोदय. समीचीनं, सम्यक्, तदेव अस्ति. अग्रे भवति तद् सः केवलम् उदाहरणार्थम् अत्र प्रदर्शितम्. अस्तु भगिनि, धन्यवादः. इदानीम् आम् इदानीं द्वितीयं प्रति गच्छामः. एतत्तु प्रत्ययादेशः आसीत् खलु. आम् सिद्धप्रत्ययः आदेशः. इदानीं धातु आदेशः पठामः महोदय. भवानेव हस्ते रघुः. अहं महोदय. आम् आम् आम् आम् धात्वादेशः हस्तेर्भूः इति अस् धातोः भू आदेशः भवति. भविता भवितार भवितारः इति हस्तेर्भूः आधातुकविवक्षायाम् अदादौ चितस्य अस्धातोः अस्धातु अस्तु अदादि अदादिगणिधातोः अस्धातोः स्थाने भू आदेशः भवति इति अस्ति. अनुसूत्रमस्ति हस्तेः भूः अर्धातुके इति. द्वितीयसूत्रमस्ति भ्रुवः वचि इति. तद् वच् धातुः क्षम्यतां भ्रू धातोः वच् आदेशः भवति. तर्हि वक्ता वक्तारो वक्तारः इति भ्रुववचि वयं जानीमः. भ्रुवः वचि अर्धातुक अर्धातुकप्रत्यये परे भवति. लुट् अर्धातुक इति भवति. चक्षिङ् धातु चक्षिङ्ख्याय इति तत्र वयं जानीमः. तत्र क्याश् ख्या इति तत्र भ्रू आदेशः भवति इति. चक्षिङ् धातोः अर्धातुकप्रत्यये परे ख्याय् आदेशः. किन्तु अत्र भाष्यकारः वदति शादिः अयम् आदेशः इत्युक्ते ख्या न अपि तु क्षा इति. तदा चत्वेन क्षा इति भवति. अपि च पूर्व अत्र सिद्धमिति अधिकारे एवम् एव एकं वार्तिकमस्ति. ख्याय् ख्याः शस्य यः वा वक्तव्या. अनेन ह्या इति आदेशस्य शकारस्य विकल्पेन यकारादेशः भवति. ललितार्थं वयं यत् सार्धात्मकप्रत्यये परे चक्षिङ् धातोः स्थाने ख्याय् अपि च क्याश् इति भवति. तर्हि किं भवति तत्र ख्याय् इति ख्याता ख्याता ख्यातारः इति भवति. अपि च ख्याता ख्यातारौ ख्यातारः इति भवति. क्रमेण आगच्छति खलु. 2, 4, 40, 52 स्तेर्भुः, 53 भ्रुवोवचि, चक्षिङ्क्याङ् इति 54 क्रमेण अस्ति. अग्रिम अग्रिमसूत्रं सत्यं सूत्रसङ्ख्या सम्यक् सत्यं. मध्ये किमपि त्यक्तं खलु. अज् धातोः तत्र वि आदेशः भवति. घञ् अपि च अप् धातु वर्जयित्वा अज् अप्तस्य वर्जयित्वा इति. अज् इत्यस्य वेता वेतारौ वेतारः इति रूपं भवति. वि इति आदेशः भवति. वि योगाडा तत्र वेता इति भवति. अज् इति अज् धातुः अजति वा इति एतत् प्रश्ने वदति वा. पश्यामः. मध्ये तु वा लिटि इति सूत्रमासीत्. अज् धातुः खलु आत्मनिपदे अस्ति चेत् वि इत्यस्य न भवितुम् अर्हति खलु. वेता इति न भवितुम् अर्हति. यथा वयं पूर्वं मन्त्रि इत्यस्य निति नित् स्वीकृत्य संयोगः सम् इति उपसर्गयोग अज् धातुः घञ् इति प्रत्ययेन समाजः इति आगच्छति. अज् गत्यर्थकः वा. संयोगः अज् अज् धातुः उपसर्गपूर्वक अज् धातुः गञ् प्रत्ययः समाजः इति तत्र अघञ् इत्येव खलु. अघञ् मास्तु इत्येव अस्ति खलु अजेर्. परन्तु यदा घञ् योजयामः तत्र समाजः इति पदम् आगच्छति. अज् इति गतिक्षेपणयोः एव महोदय. सम्यक् एव. परन्तु परस्मैपदि धातुः अतः गुणः भवति. अन्यथा वयं पूर्वं दृष्टवन्तः एतत् आत्मनिपदे अस्ति चेत् गुणनिषेध नित्प्रत्यय इति स्वीकृत्य वीता इति एव भवति. ओ तादृशं वदति. अस्तु अस्तु अस्तु. अजिक्षप् भुवादिगणे आम् तत्र. परन्तु अत्र तु लुट् लक्का विकल्पेन वा विकल्पेन वा नास्ति परन्तु तत्र रूपद्वयं दत्तम् अजिता वेता इति किमर्थम् अजिता इति वा इति अपि एकं रूपं प्रदर्शितम् अजिता वेता किमर्थम् अजिता सा तु भवति खलु अत्र उक्तं तु किमुक्तम् अजेर्धातोः वि इत्ये अयम् आदेशः स्यात् आर्धदातकविषये इत्येव उक्तं खलु तत्र विकल्पेन इति न उक्तं परन्तु रूपाणि तु द्वयमपि अस्ति अत्र तत्र अश्चादयि डाट् काम् मध्ये तत्र बहु दोषः अस्ति अन्यत्रापि अहं दृष्टं मया दृष्टं बहुत्र भवति कुत्रापि वक्तव्यं भवति खलु तत्र एकस्मिन् पक्षे अन्यत्र तत्र अजेर् सूत्रम् एकत्र सम्यक् अस्ति वेति वेता इति उक्तं परन्तु अजिता इति अपि अस्ति वेता तु विकल्पेन नास्ति तदा किमर्थम् अजित् अजिता अजिता अजिता अजिता अजिता इति उक्तम् अस्तु अपि अन्यदपि अस्ति अजितासि पूर्णतया रूपमस्ति बट् अजिदातु परस्मैपदि आत्मनेपदि परस्मैपदि दातु अजाति अजाति अजाति इति अजा परस्मैपदि दातु आर्धदातुकविषये इति उक्तत्वात् ओके वि इति अयम् इत्यस्य वक्तव्यं तत्र दोषः वा किमर्थं रूपद्वयम् उक्तम् इति सः वेता वेता इति रूपम् तत्र मध्ये एकमेव सूत्रं त्यक्तं वाल् इति अतः अथवा तद् क्रमेण आगच्छति अस्तेर्भुः भ्रुवोर्वचि चक्षिङ्क्याय् अनन्तरम् अजेर्व्यघ्याघैपोः वा अजेर्व्यघै अपोः अपोः अपि वर्जयित्वा व्यघै अपोः इति तत्र महोदय एजन्तः अपि पठतु अनन्तरं एजन्तः आदेश उपदेश अशिति इति तत्र जै इति धातुः अस्ति इदानीं सा इति अत्र अशित् प्रत्ययः अस्ति अतः जै ध्या इति भवति ध्याता ध्यातारो ध्याता आदेश उपदेश अशिति उपदेशे एजन्तस्य धातोः आत्वं न तु स्थिति इति अस्ति अनविसहितसूत्रमस्ति एचः धातोः अन्यत् उपदेशे अशिति इति यथा ग्लै ग्लाता ग्लै ग्लाता ग्लातारो ग्लातारः म्लै म्लाता म्लातारो ज्ञै ध्याता इति भवति शे शो इति अस्ति तत्र शा श्राता शातारो शातार सो साता शातारो सातार वे वाता वातारो क्षो छाता छातारो इति भवति सम्यक् धन्यवादः महोदय उषा भगिनी ब्रश्च धातुः भगिनि ब्रश्च धातुः ब्रश्च रोः नो रो उपदयोः रः उपदयोः ब्रश्जो रोपदोयो रोपदयोः रम् अन्यतरस्यां ब्रश्चः रोपदोयोः र अपि च र उपदायः ओके उपदायः रम् अन्यतरस्याम् ओके ब्रश्च इति भ्रष्टा भवति अथवा भ्रष्टा भवति ब्रश्च ओके ब्रश्च रोपदयोः रम् अन्यतरस्याम् ब्रश्च धातोः रेपस्य उपधावर्णस्य ओ दट्स् द रोपदोयोः ओके ब्रश्च धातोः रेपस्य उपधावर्णस्य च स्थाने विकल्पेन रम् आगमः भवति आर्धधातुकप्रत्यये परे कौमुदीकारः प्रतिपादयति यत् अत्र स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति एकस्मिन् एव सूत्रे उभे कार्ये. कौमुदीकारः प्रतिपादयति यद् अत्र स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति उपदावर्णस्य च स्थाने ओके स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति एकस्मिन् एव सूत्रे उभे कार्ये नाम रेपस्य उपदावर्णस्य च स्थाने रेपस्य उपदावर्णस्य च स्थाने भवति ओके स्थानषष्टिनिर्देशात् स्थानषष्टिनिर्देशात् र उपदयोः निवृत्तिः स्थानषष्टिनिर्देशात् ओके र उपदयोः निवृत्तिः अपि च रम् इति आगमः अस्ति मित्वात् अन्त्यात् अचः परः मिति मिम् रम् इति मकारः आगमः अस्ति विदचोन्त्यात् परः अस्ति रम् इत्यस्मिन् अकारः उच्चारणार्थः रश्च उपदा च तयोः इतरेतरद्वन्द्वः रोपदे तयोः रोपधयोः ब्रश्च षष्ट्यन्तं रोपदयोः षष्ट्यन्तं रमश्च प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः आर्धधातुके ओ 6447 ओके अनुवृत्तिसहितसूत्रं ब्रश्जोः रोपदयोः रम् अन्यतरस्याम् आर्धधातुके सो ब्रश्ट् धातोः अपि च रेपस्य उपदावर्णस्य च स्थाने सो अत्र रेपः न उपदावर्णः फर् ब्रश्च ओके सकार उपदावर्णः सकारः उपदावर्णः रेपस्य च रेपस्य उपदावर्णः रेपस्य उपदावर्णः आम् सो रेपः ओके लेट् मी रीड् भगिनी ओके उपदावर्णस्य च स्थाने विकल्पेन रम् आगमः भवति सो रम् इति मितचोन्त्यात् परः इत्यनेन देन् अन्त्य ओ दट् वै इट् बिकम्स् बर्ष्ट रेपस्य स्थाने भवति रेपस्य रेपः इति नास्ति ऋ एव इति रकारः एव इति आगच्छति खलु निर्गते सति तत्र बज् इति भवति एतद् वयं गतपाठे दृष्टवन्तः स्मरति वा बकारः रेपः बर्त् खलु बकारः रेपः अकारः सकारः रेपस्य लोपः रेपस्य लोपः सकारस्य अपि लोपः इत्येव अवशिष्यते इदानीं रम् आगमः अन्त्यात् अचः परः बकारः आकारः अन्त्यात् अचः खलु अतः बर्ज् ओ अस्तु अस्तु गतपाठे एतद् आसीत् तदैव परिचितम् आसीत् खलु तद् कार्यद्वयम् एक स्थानं वा किमपि अत्र इत्यपि अस्ति आगमः इत्यपि तद् इदागम पाठे एतदागत् ओ अस्तु अस्तु ओके ब्रश् धातोः रेपस्य उपधावर्णस्य च स्थाने विकल्पेन रम् आगमः भवति आर्धधातुकप्रत्यये परे अस्तु भगिनि अस्तु सो ब्रश् योगः ता इति स्थिते ब्रश्जो रोपदयोः रम् अन्यतरस्याम् इत्यनेन ब्रश्ज धातोः रेपस्य उपधावर्णस्य च स्थाने रम् आगमः च स्थाने रम् आगमः च सो रेप रेपसकारयोः निवृत्तिः रेपः अपि च उपदावर्णस्य सत्र सकारः रेपः अपि च सकारयोः निवृत्तिः सो बज् इति भवति रेपः इति आगमः सो बर्ज् भवति भर्ज् योगः ता आर्धधातुकप्रत्यय ब्रश्च ब्रश्चस्य जमृज इत्यनेन शः इत्यनेन ब्रश्च ब्रश्च शः जलि जलि बर्ष् ओ था इति जलि जनरलि जलि इति वयं स्वीकुर्मः खलु ओके ओके बर्ष् योगः जलि अथवा पदान्ते खलु जलिपदान्ते च सत्यं सत्यम् सो बर्ष्योगः ता ष्टुनाष्टुः बर्ष्ट ओके ओके तदभावे ब्रश्च योगः ता स्कोः संयोग स्कोः दत्वा डैवर्टिङ्ग् स्कोः संयोगाद्योरन्ते च इत्यनेन संयोगाद्योः सकारः लोपः भवति स्कोः लोपः जलि सो ब्रश्ज् ब्रज् योगः ता सकारस्य आदिम संयोगस्य कृते आदिमवर्णस्य सकारस्य लोपः भवति सो संयोगाद्यो स्कोः लोपः जलि स्कोः संयोगाद्वरन्ते च ब्रज् योगः ता ब्रश्च ब्रश्च सृज मृज यज राज ब्राज च शां शः इत्यनेन शः जलि इति अपि शुनाष्टुः ब्रश् योगः ता इति भवति ब्रज् इति ब्रश् भवति ब्रश् योगः ता देन् शुनाष्टुः ब्रष्ट अस्तु भगिनि सत्यं स्कोः संयोगाद्योरन्ते च इत्यस्य एव कार्यं प्रथमम् 8229 अनन्तरमेव वर्ष प्रश्च 36 साक्षात् पूर्वकक्षायां न दृष्टं खलु भट्टा न न तद् इदातम पाठे वयं वर्ष परन्तु व्रश्य भ्रश्च इत्यनेन वयं भ्रश्य भ्रश्च बहुवारं कृतवन्तः भगिनि नाट् द सूत्र भ्रश्च धातोः कृते सूत्रद्वयं वयं बहुवारम् उपयोगं कृतवन्तः स्कोः संयोगाद्योरन्ते च भ्रश्च भ्रश्च बट् नाट् भ्रश्चोरोरुपदायाः रामान्यतरस्यां तत् प्रथमवारं वयम् इडागमपाठे एव दृष्टवन्तः अथवा इडागमात् पूर्वं किं कः पाठः आसीत् तस्मिन्नेव पाठे दृष्टवन्तः खलु परन्तु एकवारं दृष्टवन्तः एव तस्मात् प्राक् तु तद् किं वारं किं प्रदासीत् तद् तस्मिन् पाठेन इडागमपाठे एव यङ्ग् लुक् पाठेन अस्तु यङ्ग् लुक् पाठः तु बहु यङ्ग् लुक् 7-4 सूत्र ओके सत्यं सत्यं सत्यं सम्यक् धन्यवादः भगिनि प्रायः अरुणा भगिनी मीन् बीङ्ग् मीनाति मिनोति अपि परिचितमेव आं पठतु भगिनि मीङ् डीङ् डीङ् धातौ मीनाति मिनोति डीङ् डीङ्गां यपि च मीनाति मिनोति डीङ्गां यपि च मीङ् अत्र अनुबन्धन मा एव अवशिष्यते मा प्रमाता निङ् मा माता दीङ् दा उपधाता अत्र धातु मिङ् मिङ् धातु दीङ् धातु उपसर्ग प्रयुज्यते मीनाति मिनोति दीङ्गां यपि च इत्यनेन क्रयादौ मिङ् हिंसायां स्वादौ डुमिङ् प्रक्षेपणे दिवादौ दीङ् क्षये इत्येतेषाम् इति एतेषां धातूनाम् अन्तस्य अवहस्थाने आकारादेशो भवति लपि विषये एच् निमित्तभिन्नप्रत्ययस्य च विषये ओके निमित्तं किं भवति आकारादि भवति लप्पि विषये एच् निमित्तभिन्न औषित् भिन्नप्रत्ययस्य च विषये नाम मी मी दि इत्येषां यदा गुण वा वृद्धि वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति अलोन्तस्य इत्यनेन अन्त्यस्य अलहस्थाने केषाञ्चित् मतेन पठामि भगिनि केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात् केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् मिनातिश्च मिनोतिश्च दीङ् च तेषाम् इतरेतर द्वन्द्व मिनाति मिनोति दीङ् तेषां मिनाति मिनोति दीङ्गां मिनाति मिनोति दीङ्गां षष्ट्यन्तं ल्यपि सप्तम्यन्तं च अव्ययपदं त्रिपदं सूत्रम् आदे च उपदेशोषिति इत्यस्य सम्पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं मिनाति मिनोति दीङ्गाम् आत् ल्यपि च एच एजनिमित्ते प्रत्यये उपदेश्यति. ओके, सूत्रम् इदं सूत्रं पूर्वमेव पठितवन्तः वयम्. अत्र त्रीणि धातवः सन्ति, क्रयादौ मीङ् धातु हिंसार्थे, स्वादौ डुमिङ् प्रक्षेपणे, दिवादिगणे दीग्धाच्छये इति अर्थः अस्ति. अत्र अलहस्थाने आकारादेशो भवति निमित्तमस्ति ल्यपि विषये, एच् निमित्त सिद्भिन्नप्रत्ययस्य विषये. तदुक्ते प्रथमं एच् एकार आदे अस्ति चेत् आकारः भवति भगिनि, तदेव न एच् निमित्तस्य षित्भिन्नप्रत्ययः इति अस्माकं लुट् लकारः षित् भिन्नः अस्ति खलु. तत्र एच् निमित्तम् इत्युक्ते तत्र यत्र एकारः ओकारः एच् इति प्रत्याहारः एकारः ओकारः इति आदेशरूपेण यत्र आगच्छति तेषु एच् निमित्त षित् भिन्नप्रत्ययः यत्र आगच्छति तस्मिन् विषये एतद् अनेन किं भवति तदेव प्रत्याहारः एच् इति प्रत्याहारः. लिङ् श्लेषणे द्विवादौ, लि श्लेषणे क्रयादौ, विभाषा लीयते विभाषा लीयते लिङ् श्लेषणे द्विवादौ, लि श्लेषणे क्रयादौ इत्यनयोः विकल्पेन आत्वादेशो भवति एषः विषये. नाम लि इत्यस्य यदा गुणो वा वृद्धि वा जायमानः, यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत् स्थाने आकारादेशो भवति लि ला भवति. विलात आत्त अभावे विलेत. ओके, धातुद्वयमस्ति लिङ् श्लेषणे दिवादिगणे, लि श्लेषणे क्रयादिगणे. तत्र सूत्रमस्ति विभाषा लीयते इति सूत्रे लि दा लिङ् लि धातौ एतद् वयं न पूरितवन्तः खलु. मिनाति मिनोति इत्यत्र तत्र मिनाति मिनोति इत्यत्र यदा तत्र मी धातुः मी धी गुणः भवति वृद्धिः वा जायमानः तत्र किं भवति इति उक्तं तद् न समापितवन्तः खलु. द्वितीयवाक्य सूत्रस्य द्वितीयवाक्य मिनाति मिनोति दीङ् ल्यपि च इति सूत्रस्य द्वितीयवाक्यं नाम मी मी मि धी इत्येतेषां यदा गुणो वा वृद्धिर्वा जायमानः तत्र ओके नाम मिनाति मिनोति दीङ् अत्र नाम मि मि इत्येषां धातूनां यदा गुण वा वृद्धि वा जायते चेत् एकार आगच्छति, एकारार ऐकारः जायमानः, तत् स्थाने आकारादेशः भवति. सत्यं खलु, एच् प्रत्याहारः. अतः कथम् एच् आगच्छति, इति अन्ते ईकारः, ह्रस्व ईकारः, दीर्घ ईकारः दृश्यते. कथं वा एतद् एच् प्रत्याहारेण परिवर्तनं भवति इत्युक्ते, तत्र गुणः वा वृद्धिः वा यदा भवति चेदेव तद् तत् सम्भवः खलु. अनेन एकारः अथवा ऐकारः, यदा गुणः भवति एकारः, वृद्धिः भवति चेत् ऐकारः यदा भवति, तस्मात् पूर्वं ततः पूर्वमेव तत् स्थाने आकारादेशः भवति. एच् निमित्तशिद्भिन्नप्रत्ययस्य विषये धातूनाम् अन्त्यस्य अलकस्थाने आकारादेशः भवति इति अर्थः. किञ्चित् अन्वयं कृत्वा अवगन्तव्यं. ल्यपि अपि भवति, परन्तु अस्माकं विषयः तु एच् निमित्त षित् भिन्नप्रत्ययस्य विषये. अग्रे किं वदति, केषाञ्चित् मतेन अशिति इति अलोन्त्यस्य अन्तस्य अलहस्थाने तस्मात् मतं द्वयमस्ति. केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत्. किमर्थम् इति चेत् षित् प्रत्ययः नास्ति यस्य द्वारा एतासां दातुम् अन्तिम अलः वर्णस्थाने एच् आदेशः स्यात्. अशिति मीन्स् षित् भिन्न अस्ति चेत् गुण न भवति, एच् न आगच्छति. अन्यमतमस्ति, अत्र उपदेशे इत्यस्य अनुवृत्तिः न भवेत्. तद् अत्र किं भवति, उपदेशावस्थायां न आवश्यकम् इति अन्य वदति. एकं वद एकः मतः वदति अशिति इति न आवश्यकम् इति. यदा अशिति षित् प्रत्ययः नास्ति चेत् तत्र यदा भवती उक्तवती अलः वर्णस्य स्थाने एच् आदेशः स्यात्. अन्य वदति उपदेश अवस्थायां न आवश्यकम् इति. निच् प्रत्यये कृते वयं दृष्टवन्तः. एतत् पूर्वं दृष्टवन्तः खलु. आम्, निच् करपत्रे अस्ति. ओ एवं वा, अस्तु. मिनाति मिनोति इति षित् भिन्न प्रत्ययः इत्यनेन णिच् इत्यनेन णिच् स्थाने ञकारः अस्ति, अपि च णिच् णकारः अस्ति. वाट् अद अचोण्णिति इत्यनेन अचोण्णिति. आं सत्यं, तत्र वृद्धिः अपि अस्ति, ऐकारः भवितुम् अर्हति इत्यनेन. ओके ओके अस्तु. ल्यप् विषये ल्यप् वयं दृष्टवन्तः खलु. वास्थाने ल्यप् अपि आम् आम् आम् वयं दृष्टवन्तः, परन्तु स्मृतवती. ल्यपि च ल्यप् ल्यप् तत्रापि एतद् दृष्टवन्तः. एच् निमित्त षिद्ध भिन्न प्रत्ययस्य विषये एतस्य प्रसक्तिः. एच् निमित्त प्रत्यये उपदेशे अशिति इति उक्तं, तद् न आवश्यकम् इति मतभेदः अस्ति. रूपाणि यदा साधयामः तदा एव स्पष्टता भवति. केवलं सूत्रं पठामः चेत् विस्मरणमेव भवति. पश्यामः, अग्रे प्रायः अस्ति, तत्र वयं साधयामः. नास्ति चेत् वयम् आगत्य तत् साधयामः. अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. विजया भगिनि, लिङ्ग् पूर्व वर्गस्य ध्वनिं नास्ति भगिनि. आम् आम् आं भगिनि, तद् अहं पूर्वस्य डौन्लोड् एव कर्तुं विस्मृतवती. तत् कर्तव्यम् अद्य एव दृष्टवती अहं, यत् चिन्तितवती तत्तु तस्मात् पूर्ववर्गस्य आसीत्. डौन्लोड् करणीयं, वर्गं समाप्य करोमि. दृश्यं. धन्यवादः. धन्यवादः. विजया भगिनी, इन्श्लेषणे. आं महोदय, अत्र इदानीमेव सा पठितवती खलु लिङ्ग् श्लेषणं. न न, तद् मध्ये पठितवती. तद् उपरितनं मीनाति मिनोति इत्येव वयं चर्चितवन्तः लिङ्ग् श्लेषणे न. आम्, लिङ्ग् श्लेषणे दिवादिगणौ अस्ति, अनन्तरम् अत्र लि श्लेषणे त्रयादौ गणे अस्ति. सा तु पठितवती खलु अत्र लि इति अस्ति चेत् अत्र आत्वं भूत्वा ला इति विलाता, अनन्तरम् आत्व अभावे विलेता इति भवति खलु, सा उक्तवती एव एतद् विषये. अस्तु महोदय, अहं पठामि. इदानीम् अत्र विभाषा लीयतेः इति अस्ति. विभाषा लीयतेः लिङ्ग् श्लेषणे दिवादौ लि श्लेषणे क्रयादौ इत्यनयोः विकल्पेन आत्व आदेशः भवति एचः विषये एव. एच् कृतेम् अस्ति चेत् अत्र आत्वं भवति इति. अत्र लिङ्ग् धातोः ली धातोः नाम लि इत्यस्य यदा गुणौ वा वृद्धिः वा जायमानः, यस्मात् एकारौ वा ऐकारौ वा जायमानः, ततः पूर्वमेव तत् स्थाने आकारादेशः भवति. इदानीमत्र एतत् विभाषा लीयतेः इत्यनेन अन्यतरस्यं भवति. अतः एव अत्र लि इति अस्ति चेत् अत्र आत्वं भूत्वा ला इति भवति, अनन्तरं विलाता इति अन्तिमरूपं भवति, आत्व अभावे विलेता इत्येव भवति. सत्यम्. अथवा एचः विषये तदेव आत्वादेश एचः विषये. अस्तु, आम्, अग्रिममपि भगिनि. गुहूसंवरणे, गुहूसंवरणे ऊद् उपदाया गोहः, ऊद् उपदाया गोहः गुहूसंवरणे इति गुह् धातोः उपदा गुणादेशं प्रपाद्य ऊत् आदेशः भवति. अजादिप्रत्यये परे अस्ति चेदेव गुह् उपदाय ऊत् स्यात् गुणहेतौ अजादौ प्रत्यये. ऊत् प्रथमान्तम्, उपदायां षष्ट्यन्तं, गोः षष्ट्यन्तं, त्रिपदमिदं सूत्रम्. अचि स्नु धातु ब्रुवङ् युवर् इयङ् वङौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. गोः अङ्गस्य उपदायाः ऊत् अचि परे अस्ति चेत् अत्र उपदायाः स्थितस्य वर्णस्य ऊत् आगमः भवति. अत्र अजादिप्रत्यये परे एव एतद् भवति. अनन्तरं कुत्र भवति चेत् अत्र गुः इति अस्ति चेत् अत्र गुह् इति धातोः उपदाया गुण आदेशम् अत्र किम् अस्ति पुगन्तलघुपदस्य च इति गुण आदेशं प्रपाद्य तत् स्थाने ऊत् आदेशः भवति. तकारः इति भवति. अनन्तरम् अत्र ऊत् इति ऊकारः एव अत्र कार्यं करोति. अतः एव अत्र गुहू इति भवति. उपदायं स्थितस्य वर्णस्य कार्यं करोति. गोः अङ्गस्य उपदायाः ऊत् अचिपरे अस्ति चेत् अत्र कार्यं करोति इति. अनन्तरम् अत्र ध्येयं यत् अत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव, केवलं गुणनिमित्तिक अजादिप्रत्यये परे. अतः लटि अपि भवति. गुह् योगः शप् योगः ति. अत्र शकारस्य अनुबन्धलोपानन्तरम् अकार एव तिष्ठति. अतः गुह् योगः आयोगः ति. इदानीमत्र उपदागुणस्य प्रसङ्गत्वात् ऊत् आदेशः भवति. इदानीमत्र उपदायं वर्णस्य उकारः ह्रस्व उकारः अस्ति. तत् स्थाने गुणस्य प्रसङ्गत्वात् तत् स्थाने ऊत् एव आदेशः भवति. अतः तत्र ह्रस्व उकारस्य स्थाने दीर्घ ऊकारः सकारः अत्र इत् भवति. गुः इति भवति. अनन्तरम् अत्र शप् मध्ये अकारः तिष्ठति. अनन्तरं ति इति विवक्षायाम् अत्र प्रथमपुरुषे एकवचनविवक्षायां गूहति इति एव अत्र रूपं निष्पन्नं भवति. सत्यं उपदागुणस्य प्रसङ्गत्वात् ऊत् आदेशः गूहति इति भवति. आर्धधातुकप्रसङ्गे तदपि पठतु भगिनि. आर्धधातुकप्रसङ्गे गुः धातुः वेटः वेट् इडागम अक्षे इडागमपक्षे ताप्रत्ययः अजादिः अतः गुह् गूहिता इति भवति. इडागमस्य चिन्तनं भवति अत्र अतः गूहिता इति भवति. अजादिप्रत्यय अभावे न ऊतु अतः तत्र हकारस्य स्थाने होडः इति सूत्रेण घोड्ढा इति भवति गोड्ढा इति भवति. ऊत्वम् अत्र अजादिप्रत्यय अभावे एव अत्र अस्ति चेत् अत्र ऊत्वं नास्ति इति अतः गुहुस्थाने हकारस्य स्थाने गोडः इति सूत्रेण दकारः भूत्वा गोड्ढा इति भवति. सम्यक् तदेव अजादिप्रत्यये परे एव तस्य प्रसक्तिः अतः गूहिता इडागमः भवति अतः गूहिता न भवति चेत् इत्युक्ते वेट् प्रत्ययः खलु वेटः खलु अतः गोडा विकल्पेन वेटः अस्ति चेत् रूपं द्वयं भवति अत्र. अस्तु महोदय सम्यक् धन्यवादः भगिनि. रघुपति महोदय अतो लोपः समयः अस्ति वा? आं पञ्चनिमिषे अतो लोपः चिकीर्ष इति अस्ति अकारान्त चिकीर्ष इति सनन्त चिकीर्षिता इति तत्र इडागमः भवति चिकीर्षिता इति चिकीर्षिता इति चिकीर्षिता चिकीर्षितारौ चिकीर्षितारौ इति अतो लोपः अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धार्थप्रत्यये भवति अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गस्य लोपः आर्धार्थके उपदेशे इति. अग्रे यस्य हलः हल् उत्तरस्य शब्दलोपः षल् उत्तरस्य हल् उत्तर हल् उत्तर य शब्दलोपः भवति आधारकप्रत्यये परे ततः बेविध्य योग सा इदानीं बेविद्य बेविद्य इति तत्र एतत् यङन्त एक यङन्तदातु सत्यं यकारलोपः भवति बेविदिता महोदय अस्मिन् करपत्रे अभ्यासः अस्ति वा अथवा केवलं सूत्राणि एव वा सर्वत्र? तत्र केवलं सूत्राणि पठामः चेत् स्मरणे कदापि न भवति तत् रूपं साधनीयं खलु अग्रे अस्ति वा? सर्वाणि साधनीयानि आक्चुलि तत्र मनसि एव न भवति केवलं न भवति. आं इदानीं मम तु किं सूत्रं पठितवन्तः इत्येव अस्तु अहं वदामि. बिद् दातु खलु इदानीं बेबिद् बेबिदिता बेबिदितारो बेबिदितारः बेबिदितासे इति खलु आत्मनेपदि भवति खलु तत्र आत्मनेपदि आम् तत्र बेबिदितासाते बेबिदितं क्षमतां बेबिदितासे द्वे खलु द्वे खलु बेबिदितद्वे वा बेबिद् बेबिद् बेबिद् योग इद्वे खलु साद्वे खलु बेबिदि खलु इताद्वे खलु इताद्वे खलु बेविदिताद्वे खलु इताद्वे बेबिद् बेबिदिताद्वे इति अस्ति. तत्र इदानीं बेबिदिताहे तर्के बेबिताहे बेबिदि बेबिदि स्व इता स्वहे इता इतारौ इतारः इतासे इतासाते इताद्वे इताहे इतास्वहे इतास्महे तत्र इता हे एव तत्र हे किं सूत्रमासीत् तद् हे ये हा एति हा एव हा एति इति हा ए सत्यं सकारलोपः सत्यं हा ए प्रायः अन्ते स्थापितवान् महोदयेन इति चिन्तयामि अभ्यासः इति एकवारं सूत्रं सर्वं पठित्वा अभ्यासः इति योजितवान् खलु अस्तु यसः यस्य हल आं क्यस्य विभाषा पठतु महोदय अनन्तरं क्यस्य विभाषा हल् परयोः क्यच् क्यङ् प्रत्ययोः लोपः वा स्यात् आर्धातुके प्रत्यये परे अतः समिध्य इति क्यच् प्रत्यय क्यस्य क्यच् वा समिध्य इति प्रायः क्यच् न जानामि क्यच् इति क्यच् प्रत्ययः सनादि सनादि खलु क्यच् क्यङ् सनादि प्रत्ययः खलु सनादि सनादि ओ अस्तु अस्तु तस्य कः लोपः भवति प्रत्ययस्य लोपः भवति प्रत्ययलोपः भवति प्रत्ययोः लोपः भवति अल्परयोः क्यङ् प्रत्ययलोपः भवति य इत्यस्य लोपः भवति अतः समी सर्वापहारलोपः वा न तत्र न तत्र प्रत्ययस्य लोपः भवति तावदेव तावदेव वा अस्तु समिदिता अर्धात्मकप्रत्ययपरे समिदिता योगता समिदिता समिदिता समिद् एकार लोपः न या शब्दस्य लोपः न भवति चेत् समिद् तत्र एकं समिध्ययोग समिध्ययोग इतः खलु समिध्ययोग इतः सत्यं सत्यम् इता इता इतारौ इतारः समिद्गीता इति भवति तत्र समिद्गीता समिद्गीता अकारलोपः भवति खलु अर्धात्मकप्रत्यये परे समिध्य इति इत्यस्मिन् यदि यकार विभाषा अस्ति चेत् यकारस्य लोपबलतो लोपः इत्यनेन सत्यं सत्यम् इता इति समिता इति भवति समिद्धि समिद्या योगता इति अस्ति तत्र विकल्पेन भवति चेत् अतो लोपः इत्यनेन समिद्य योग इता समिता इति भवति यदि कस्य विभाषा इत्यनेन तत्र यकार य शब्दस्य लोप भवति समिध् योग इता समिधिता इति अदन्ताङ्गस्य ह्रस्वकारलोपे भवति आर्धधातुकप्रत्ययपरे सत्यं समिधिता समिध्यिता इता समिध्यिता इति भवति समीचीनम् अस्तु कृपेश्च अवकल्कने आरभ्य अग्रिमसप्ताहे पठामः तत्र कृपोरोलः इत्येव अवशिष्टम् अनन्तरम् इडागमचिन्तनम् अस्ति अस्तु अभ्यासः प्रायः भवति एव अग्रे पश्यामि अतिदेशः कृत्वा अभ्यासः अस्ति इति चिन्तयामि इतोपि पठनीयं बहु किमपि पञ्च अञ्जन्तदातः रूपः रूपं साधनीयम् इति किमपि नास्ति एव अत्र अस्ति तत्र तत्र आगच्छतु कुटादिगणे ये दातवः सन्ति अपि तदपि दत्तम् अग्रे भगिनि दत्तं परन्तु रूपं सर्वदा तद् भवति खलु एतेषां रूपं चतुर्षु किं चतुर्षु लकारेषु महोदय तत्र अधियोगता पदयोगता सद् षद् सर्वत्र अद् लिक् इति आरभ्य अस्ति लघु उपददातवः लिक् मिद् वृष् तत्र अस्ति किञ्चित् अभ्यासः परन्तु अग्रे अस्ति किञ्चित् किञ्चित् अस्ति दू योगहयिता गू योगहयिता इति अस्ति अस्तु अभ्यासः अस्ति चेदेव सम्यक् भवति तत्र महोदयेन तत्र प्रथमपुरुष एकवचनस्य एव कृतम् कर्तुं शक्यते खलु आम् अत्र दत्तं महोदय अग्रे गुहादिगणात् आरभ्य त्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां लुट् लकारस्य रूपसिद्धिः चिन्तनीयम् इति सम्यक् अय्यो भगिनी दिस् तदेव सम्यक् भवति भगिनि मम कृते तु रूपसिद्धिः मेथमेटिक्स् इव तदेव रुचिकरम् अस्ति तत् थियरि पार्ट् सम्यक् एव अस्ति तद् थियरि पार्ट् इव तत्र सूत्रं कृत्वा तद् फार्मुला लिखित्वा तद् रूपसाधनं तदेव मम कृते सम्यक् तद् अथवा तद् स्मरणे न तिष्ठति तत् सूत्राणि तद् वारं वारं वक्तव्यं रूपाणि अपि सास तत् कथम् आगच्छति एतद् यदा वयम् अत्र पठामः अस्य उपयोगः अन्यत्र यदा वयम् अन्यपाठं किमपि अन्यद् इवन् द वेदान्त विजयं स्टडि तत्रापि तस्य उपयोगं भवति तद् एकः एकं लाजिक् अस्ति खलु वयं रूपसाधने तद् अन्यत्रापि तद् बहु उपयोगाय भवति अतः एव रूपसाधनम् इति तत् थियरि पार्ट् मम कृते तद् किमपि भवतु एतद् रूपसाधनमेव सम्यक् तैत्री उपनिषद्यास्तु अग्रिमसप्ताहात् रूपसाधनं कुर्मः अस्तु सम्यक् धन्यवादः धन्यवादः भगिनी धन्यवादः